पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 105 कुञ्चल उवाच कदा सा नन्दनवनं सखीभिः सह क्रीडितुं तत्राकर्ण्यमहद्वाक्यमप्रियं तु तदा पितुः चारणानां सुसिद्धानां भाषतां हर्षणेन तु आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः भविष्यति सुतश्रेष्ठो हुण्डस्यान्तं करिष्यति एवंविधं महद्वाक्यमप्रियं दुःखदायकम् समाकर्ण्य समायादा पितुरग्रे निवेदितं समासेन तया तस्य पुरदो दुःखदायकम् पितुरग्रे जगादाथ पिता श्रुत्वा स विस्मितः शापमशोकसुन्दर्या सस्मार च पुराक्रमम् एतस्यार्थे तपस्ते पेशेयं चाशोकसुन्दरी गर्भस्य नाशनायैव इन्दुमत्या स दानवः विचक्रे उद्यमं दुष्टकालाकृष्टो दुरात्मवान् छिद्रान्वेषी तदो भूत्वा इन्दुमत्यास्तु नित्यशः यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्वितां दिव्यतेजःसमायुक्तां रक्षितां विष्णुतेजसा दिव्येन तेजसा युक्तां सूर्यबिम्बोपमां तुतां तस्या पार्श्वे महाभागरक्षणार्थं स्थितः सदा दूरात् सदानवो दुष्टस्तस्याश्च बहुदर्शयन् नानाविद्यां महोग्रां च भीषिकां सुविभीषिकां गर्भस्य तेजसा युक्ता रक्षिता विष्णुतेजसा भयं न जायते तस्य मनस्येव कदा पुनः विफलो दानवो जाद उद्यमश्च निरर्थकः मनीप्सितं नैव जातं हुण्डस्यापि दुरात्मनः एवं वर्षशतं पूर्णं पश्यमानस्य तस्य च प्रसूदा साहिपुत्रं च स्वर्भानोस्तनया तदा रात्रावेव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत तेजसातीव भात्येष यथा सूर्यो नभस्तले सुत उवाच अथ दासी महादुष्टा काचित् सूदिगृहा गदा अशौचाचारसंयुक्ता महामङ्गलवादिनी तस्या सर्वं समाज्ञाय स हुण्डो दानवाधमः दास्या अङ्गं प्रविश्यैव प्रविष्टश्चायुमन्दिरे महाजने प्रसुप्ते च निद्रयादीव मोहिते तं पुत्रं देव गर्भाभमपहृत्य बहिर्गतः काञ्चनाख्यपुरे प्राप्तस्वकीये दानवाधमः समाहूय प्रियां भार्यां विपुलां वाक्यमब्रवीद वधस्वैनं महापापम् बालरूपं रिपुं मम पश्चात्सूदस्य वै हस्ते भोजनार्थं प्रदीयतां नानाभेदैर्विभेदैश्च पाचयस्व हि निर्घृणं सुदहस्तान्महाभागे पश्चाद्भोक्ष्येन संशयः वाक्यमाकर्ण्य तद्भर्तुर्विपुला विस्मिता भवद कस्मान्निर्घृणतां व्याधिभर्ता मम सुनिष्ठुरः सर्वलक्षणसम्पन्नं देवगर्भोपमं सुदं कस्य कस्मात् प्रभक्ष्येद क्षामाहीनः सुनिर्घृणः इत्येवं चिन्तयामास कारुण्येन समन्विता पुनः पप्रच्छ भर्तारं कस्माद्भक्ष्यसि बालकं कस्माद्भवसि संक्रुद्धो अतीव निरपत्रपः सर्वं मे कारणं ब्रूहि तत्त्वेन धनुजेश्वर आत्मदोषं च वृत्तान्तं समासेन निवेदितं शापमशोकसुन्दर्या कुण्डेनापि सुरात्मना तया ज्ञातं तु तत्सर्वं कारणं दानवस्य वै वधोऽयं बालकः सत्यं नो वा भर्ता मरिष्यति इत्येवं प्रविचार्यैव विपुला क्रोधमूर्च्छिता मेखलां तु समाहूय सैरन्ध्रीं वाक्यमब्रवीद जह्येनं बालकं दुष्टं मेखलेद्य महानसे सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेदवे मे कला बालकं गृह्य सूदमाहूय चाब्रवीद राजादेशं कुरुष्वाद्य पजस्वैनं हि बालकं एवमाकर्णिदं तेन सूदेनापि महात्मना आदाय बालकं हस्ताच्छत्रमुद्यम्य चोद्यदः एष वै देवदेवस्य दत्तात्रेयस्य तेजसा रक्षितस्त्वायुपुत्रश्च सः जघास पुनः पुनः हसं तं तं समालोक्य स सूधकृपयान्विदः सैरन्ध्री च कृपायुक्ता सूदं तं प्रत्यभाषत नैषवध्यस्त्वया सूद शिशुरेव महामदे दिव्यलक्षणसम्पन्नः कस्य जातः सुसत्कुले सूद उवाच सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयान्वितं राजलक्षणसम्पन्नो रूपवान् कस्य बालकः कस्माद्भोक्ष्यति दुष्टात्मा कुण्डोऽयं दानवाधमः येन वै रक्षितो वंशपूर्वमेव सुकर्मणा आपत्स्वपि स जीवेद दुर्गेषु नान्यथा भवेद सिन्धुवेगेन नीतस्तु वह्निमध्ये गतोऽथवा जीवतेनात्र सन्दोहो यश्च कर्मसहायवान् तस्माद्धिक्रियते कर्म धर्मपुण्यसमन्वितम् आयुष्मन्दो नरास्तेन प्रवदन्ति सुखं ततः तारकं पालकं कर्म रक्षदे जाग्रदे हि तद मुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकं दानपुण्यान्वितं कर्म प्रियवाक्यसमन्वितम् उपकारयुतं यश्च करोति शुभकृत्तदा तमेव रक्षते कर्म सर्वदैव न संशयः अन्ययोनिं प्रयाति स्म प्रेरितस्वेन कर्मणा किं करोति पिता माता अन्ये स्वजनबान्धवाः कर्मणा निगतो यस्तु न स्युस्तस्य च रक्षणे सूत उवाच येनैव कर्मणा चैव रक्षितश्चायुनन्दनः तस्मात् कृपान्विदो जातसूदकर्मवशानुगः सैरन्ध्री च तथा जादा प्रेरिता तस्य कर्मणा द्वाभ्यामेव सुधश्चायो रक्षितश्चारुलक्षणः रात्रावेव प्रणीतोऽसौ तस्माद्गेहान्महाश्रमे वसिष्ठस्याश्रमे पुण्ये सैरन्ध्र्या पुण्यकर्मणा शुभे पर्णकुडिद्वारे तस्मिन्नेव महाश्रमे गदा सा स्वगृहं पश्चान्निक्षिप्य बालकोत्तमं येनं निपात्य सुदेन पाचितं मांसमेव हि भोजयित्वा सुदैत्येन्द्रो कुण्डो हृष्टो भवत्तदा शापमशोकसुन्दर्यामोखं मेने तदा सुरः हर्षेण महदा विष्टस्स कुण्डो दानवेश्वरः कुञ्जल उवाच प्रभादे विमले जादे वसिष्ठो मुनिसत्तमः बहिर्गतो हि धर्मात्मा कुडिद्वारात् प्रपश्यति सम्पूर्णं बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् सम्पूर्णेन्दुप्रतिकाशं सुन्दरं चारुलोचनं वसिष्ठ उवाच पश्यन्तु मुनयः सर्वे यूयमागत्य बालकं तस्य केन समानीदं रात्रौ द्वाराङ्गणे मम देवगन्धर्वगर्भाभं राजलक्षणसंयुतम् कन्दर्पकोटिसङ्काश्यं पश्यन्तु मुनयोमलं महाकौतुकसंयुक्ता हृष्टा द्विजवरास्तदः समपश्यन् सुतं ते तु आयोश्चैव महात्मनः वसिष्ठः सदु धर्मात्मा ज्ञानेनालोक्य बालकम् आयुपुत्रं समाज्ञातं चरित्रेण समन्वितं वृत्तान्तं तस्य दुष्टस्य कुण्डस्यापि दुरात्मनः कृपया ब्रह्मपुत्रस्तु समुद्धाय सुबालकं पराभ्यामदगृह्णादि यावद्विजो वरोत्तमः तावत् पुष्पसुवृष्टिं च चक्रुर्देवासुतोपरि ललितं सुस्वरं गीतं जगुर्गन्धर्वकिन्नराः ऋषयो वेदमन्त्रैस्तु स्तुवन्ति नृपनन्दनं वसिष्ठस्थं समालोक्य वरं वै दत्तवां तदा न पुष्येत्येव ते नामख्यातं लोके भविष्यति कुषितो नैव तेनापि बालभावैर्नराधिप तस्मान्न हुषते नाम देवपूज्यो भविष्यसि जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः व्रतदानं विसर्गं च गुरुशिष्यादिलक्षणं वेदं चाधीत्य सम्पूर्णं षडङ्गं सपदक्रमं सर्वाण्येव च शास्त्राणि अधीत्य द्विजसत्तमाद वसिष्ठाच्च धनुर्वेदं सरहस्यं महामतिः शास्त्राण्यस्त्राणि दिव्यानि ग्राहमोक्षयुतानि च ज्ञानशास्त्रादिकं न्याय राजनीतिगुणादिकान् वजिष्ठा दायुपुत्रश्च शिष्यरूपेण भक्तिमान् एवं स सर्वनिष्पन्नो नाखुषश्चादिसुन्दरः वसिष्ठस्य प्रसादाच्च चापबाणधरोऽभवद् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे पञ्चोत्तरशततमोऽध्यायः ॐ